गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अत्र परिशिष्टम् इति भागः तत्र स्मः विभागसाधन विभागसाधनाय अनुमानं तत्र अपूर्वः कोटिक्रमः इति आरब्धम् तत्र विभागाख्यगुणः किमर्थम् अथवा कथम् अङ्गीकर्तुं शक्यते तस्य प्रमाणं किम् इति चेत् जनकतानाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाश अजन्यत्वे सति गुणनाशत्वात् तेजसंयोगरूपनाशवत् इति अनुमानवाक्यं दत्तमस्ति. तेन अनुमानेन किं निरूपितम् इति चेत् एकस्मिन् अधिकरणे विद्यमान एकेन गुणेन तस्मिन्नेव अधिकरणे विद्यमान अन्यस्य गुणस्य नाशः भवितुम् अर्हति इति निरूपितम्. अस्तु, तर्हि यदि विभागः इति गुणः जायते घटे क्रियया तर्हि अग्रिमक्षणे घटे विद्यमानविभागेन घटे विद्यमानपूर्वदो पूर्वदेशसंयोगनाशः भवितुमर्हति. तत्र क्लेशः नास्ति, निरूपयितुं क्लेशः नास्ति इति तावत् प्राप्तं. तथाविधः खलु जनकनाश अजन्यः संयोगनाशः समानाधिकरणगुणजन्यः सः गुण एव विभागः इति तावत् प्राप्तम्. अस्तु, अग्रे इदानीं पठनीयं 361 पेज्, तत्र 1, 2, 3, 4 पञ्चमपरिच्छेदः अत्र पक्षकुक्षौ इति आरभ्य. मेहुल् महोदय. अत्र पक्षकुक्षौ जनकनाश अजन्यत्वा अजन्यत्वानिवेशे जनकनाश अजन्यत्व अनिवेशे जनकनाश अजन्य अजन्यत्व अनिवेशे जनकनाशजन्यध्वंसे समानाधिकरणगुणजन्यत्व अभावात् बाधः. अतः तद्विशेषणं तत्रैव गुण अपदानुपादाने गुणपद अनुपादाने जनकनाश अजन्यक्रियानाशे हेत्व अभावात् हेतु अभावात् भागः असिद्धिः इत्यस्य कः अर्थः इति न जाने जनाः. पक्षकुक्षौ इत्यस्य कः अर्थः इत्युक्ते पक्षः अत्र पक्षः कः? जनकनाश अजन्यः संयोगनाशः सामान्यधिकरणगुणजन्यः इति केवलं पक्षः कः इति वदतु. पक्षः कः इति विभागः इति कश्चन गुणः इति न. अस्तु, पुनः अनुमानवाक्यं सम्पूर्ण अनुमानवाक्यम् एकवारं वदतु. जनक अस्तु तज् अस्तु जनकनाश अजन्यत्वे सति गुणनाशत्वात् तेजसंयोगजन्यरूपः. अत्र सम्पूर्ण अनुमानवाक्यं वदतु. तथा हि इति द्वितीयपरिच्छेदे अस्ति खलु. जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाश अजन्यत्वे सति गुणनाशत्वात् तेजः संयोगजन्यरूपनाशवत् इति. अत्र तेजसंयोग तेजः संयोग इति वस्तुतः तत्र समस्तपदमस्ति. तेजसंयोगरूपनाशवत् अस्तु, अस्मिन् अनुमानवाक्ये पक्षः कः? जनक अस्तु, वयं दृष्टं जनकनाश अजन्यगुणनाशः इति पक्षः. उत्तमं खलु. तर्हि जनकनाश अजन्यगुणनाशः इति समस्तपदमस्ति. पर्वतः वह्निमान् धूमात् यथा महानसम् इति तद्वत् अत्र पर्वतः इति एकः एव पदार्थः. तद् समस्तपदं नास्ति, किन्तु अत्र जनकनाश अजन्यगुणनाशः इति समस्तपदम् इत्युक्ते पक्षे बहवः पदार्थाः सन्ति, अतः पक्षकुक्षः इति उक्तम्. पक्षः इति एकः पदार्थः नास्ति, गुच्छः अस्ति. देर् आर् मेनि थिङ्ग्स् इन्सैड् अ पक्ष. समूहः इति पक्षसमूहः. तर्हि पक्षकुक्षौ इत्युक्ते पक्षसमूहे अग्रे अनिवेशे जनकनाश अजन्यत्व अनिवेशे जनकनाशजन्यध्वंसे न क्रमेण गच्छतु. जनकनाश अजन्यत्व अनिवेशे तर्हि इदानीम् एतद् पक्षात् निष्कासयामश्चेत् इदानीं पक्षः किम् किम् अवशिष्यते पक्षे? किम् अवशिष्यते? जनकनाशजन्य जनकनाश अजन्यत्व गुणनाशः इति एव अवशिष्यते. गुणनाशः इति एव भवति खलु? तर्हि पक्षः गुणनाशः इति अवशिष्यते. अस्तु, यदि गुणनाशः इति एव पक्षः तर्हि जनकनाशजन्यध्वंसे समानाधिकरणगुणजन्यत्व अभावात् बाधः. गुणनाशः इति एव पक्षः अस्ति चेत् जनकनाशजन्यध्वंसे तस्मिन् प्रसङ्गे समानाधिकरणगुणजन्यत्वस्य अभावः भवति, अतः तदेव अत्र किञ्चित् भिन्नरीत्या चिन्तनीयमस्ति. जनकनाश अजन्यगुणनाशः इति पक्षे कति दलानि सन्ति? वदतु तानि कानि इति. जनकनाशजन्य क्षम्यतां जनकनाश अजन्य अपि च गुणनाशः इति. तर्हि सतिसप्तमी प्रयुज्य वदतु. अस्तु, जनकनाश अजन्ये सति गुणनाशः. किमर्थम् अजन्ये? जनकनाश अजन्यत्वे सति. जनकनाश अजन्यत्वे सति गुणनाश गुणनाशत्वम् गुणनाशत्वं. तर्हि जनकनाश अजन्यत्वम् इति दलं बहिः त्यजामश्चेत् बहिर्गच्छ बहिर्स्थापयामश्चेत् तर्हि किं भवति? जनकनाशजन्यत्वम् इति अपि दलं भवति, उभयमपि भवति खलु? द्वयमेव खलु, जनकनाश अजन्यत्वे सति गुणनाशत्वम् इति सत्यं. तर्हि इदानीं जनकनाश अजन्यत्वम् इति दलं त्यजामश्चेत् गुणनाशत्वम् इति एव अवशिष्यते. हा, गुणनाशत्वम् इति अवशिष्यते, किन्तु जनकनाश अजन्यत्वे इति दलेन किं साधितं, किं व्यावृत्तं? व्यावृत्तं विशेषणमस्ति खलु, जनकनाश अजन्यत्वम् इति विशेषणं. तर्हि विशेषणं व्यावर्तयति. किं व्यावर्तयति? गुणनाशः व्यावर्तयति, किन्तु जनकनाश अजन्यत्वे सति गुणनाश अजन्यत्वे सति गुणनाशत्वम्. गुणनाशः गुणनाशः कीदृशं भवितुमर्हति? केन केन कारणेन गुणनाशः भवति? समवायिकारणनाशेन, असमवायिकारणनाशेन अथवा निमित्तकारणनाशेन इति कारणत्रयं खलु. न श्रूयते मध्ये मध्ये न जाने किमर्थं तर्हि गुणनाशः तु समवायीकारणनाशेन अथवा असमवायीकारणनाशेन अथवा निमित्तकारणनाशेन भवितुमर्हति. उत्तमं. तर्हि समवायीकारणनाशेन अत्र समवायीकारणमेव जनकः खलु इति कृत्वा जनकनाशेन गुणनाशः भवति, जनकनाशं विना अपि गुणनाशः भवति. किन्तु इदानीं पक्षे जनकनाशं विना गुणनाशः इति उक्तम्. यदि गुणनाशं विना त्यजामः तर्हि गुणनाशेनापि क्षम्यतां जनकनाशेनापि यः गुणनाशः भवति तदपि अन्तर्भूतं भवति पक्षे. यदि तादृशं भवति तदा जनकनाशजन्यध्वंसे अतिव्याप्तिः. सत्यम्. अधुना अवगच्छामि. अत्र केवलम् एक एव दलम् उक्तम् अत्र लक्षणं पक्षे, परन्तु तत्र गुणनाशस्य कारणानि त्रीणि कारणानि. अतः यदा एकं त्यजामः चेत् तर्हि जनकनाश अजन्य इति गुणनाशस्य विशेषणम्. आम् सत्यं. तर्हि किं व्यावर्तयति इति चेत् जनकनाशजन्यत्वं व्यावर्तयति. जनकनाश अजन्यत्वम् इति विशेषणं जनकनाशजन्यत्वं व्यावर्तयति खलु, बहिर्करोति, बाधां करोति. तर्हि सत्यम् न श्रूयते महोदय. हरि ओम् महोदय, श्रूयते वा? श्रूयते महोदय, परन्तु सुगुणमहोदयस्य ध्वनिः न श्रूयते. ध्वनिः न श्रूयते. चेत् मध्ये लिखिष्यामि. प्रायः पुनः आगच्छति भवान् इति मन्ये. नमस्ते महोदय, अधुना श्रूयते वा? नमस्ते महोदय. हरिः ओम्, श्रूयते इदानीम्? इदानीं श्रूयते, इदानीं श्रूयते. अस्तु अस्तु अस्तु, पश्येम. तर्हि जनकनाश अजन्यत्वम् इति दलं त्यजामः चेत् जनकनाशजन्ये ध्वंसे समानादिकरणगुणजन्यत्व अभावात् बाधः. तर्हि तस्य वाक्यस्य अर्थः कः इति वदतु. सत्यम्. अत्र यदि अत्र उदाहरणं पश्य अनुमानवाक्यं पश्यामः चेत् तत्र जनकनाश अजन्यगुणनाशः इति पक्षः इति अस्ति. तर्हि तस्मिन् यदा जनकनाश अजन्यत्वम् इति त्यजामः चेत् तथापि गुणनाशः इत्येव अवशिष्यते. परन्तु गुणनाशः इत्यस्य अत्र तस्य अर्थः कः भवति इत्युक्ते जनकनाशजन्यत्वे जन्यत्वम् इति अपि गुणनाशस्य कारणं भवितुमर्हति. अतः जनकनाशजन्यध्वंसे तदा अतिव्याप्तिः भवति, यतोहि अत्र जनकनाशजन्यध्वंसे समानाधिकरणगुणजन्यत्व इति नास्ति. अतः तस्मिन् दले अतिव्याप्तिः भवति, जनकनाशजन्यध्वंसे अतिव्याप्तिः भवति इति आगच्छति. न न, अत्र जनकनाशजन्यध्वंसे इत्यत्र उदाहरणं वदतु. घटनाशजन्य इति भवेत् खलु, जनकनाशजन्य इत्युक्ते कस्य ध्वंसः अत्र उक्तः? घटध्वंसः इति मन्ये. घटध्वंसः वा महोदय? अस्तु, घटध्वंसः इति स्वीकृत्य इदानीं प्रतिपादयतु, घटध्वंसस्य जनकः कः? घटध्वंसस्य जनकः तर्हि तत्तु किमपि भवितुमर्हति, दण्डः भवितुमर्हति खलु घटध्वंसस्य जनकः? इति दट् इस् वै ऐम् ट्रैङ्ग् टु टेल् यु महोदय, यु नो वन् थिङ्ग् दट् ऐ एम् नोटिसिङ्ग् इन् द वे यु एक्स्प्लेन् थिङ्ग्स् इस् यु आर् जस्ट् यूसिङ्ग् पर्यायपदास् इन् मै ओपिनियन् वितौट् अण्डर्स्टाण्डिङ्ग् द कान्सेप्ट्. अत्र समानाधिकरणगुणजन्यत्व अभावात् इति उक्तं, तर्हि समानाधिकरणगुणजन्यत्वं नास्ति इति प्रतिपादयति, किन्तु भवान् अवगच्छति वा इति न जाने. तर्हि अत्र जनकनाशजन्यध्वंसः कस्य ध्वंसः? कः जनकः? यदि दण्डः इति जनकः, तर्हि दण्डनाशः दण्डनाशेन घटनाशः भवति वा? हा, जनकः कः ध्वंसः कः इति प्रश्नः. कस्यचित् गुणस्य ध्वंसः इति स्वीकरोतु, किमर्थमिति चेत् गुणनाशः इत्येव स्वीकृतं खलु. अस्तु, तर्हि कस्यचित् गुणस्य नाशः इति स्वीकरोतु, रूपनाशः, घटस्य रूपनाशः इति. अस्तु, हा, गुणनाशः, तर्हि जनकः कः? रूपाणां नाशः भवति जनकः इति. नो, अत्र कस्य नाशः? रूपनाशः इति खलु. अस्तु, कस्य रूपस्य नाशः? अत्र एकम् उदाहरणम् इतोपि स्पष्टतया वदतु. नीलरूपः. अस्तु, नीलरूपः, नीलरूपस्य नाशः, घटे विद्यमाननीलरूपस्य नाशः केन कारणेन इदानीं जायते? तेजसंयोगेन जायते. न, तेजसंयोगेन जायते चेत् जनकनाश तत्र तेजसंयोगेन यद् रूपनाशः जायते तद् जनकस्य नाशेन जायते वा? न, न जायते. जनक तादृशम् उदाहरणं वक्तव्यम्. तेजसंयोगेन रूपनाशः भवति इति उदाहरणम् अत्र नास्ति. अस्तु, अस्तु, हा हा, तर्हि हा अस्तु, तर्हि जनकनाशजन्यत्वं यदि पश्यामः चेत् तर्हि घटध्वंसेन एव जायते, अतः घटः इति जनकः. तर्हि अत्र घटः इति जनकः, रूपम् इति गुणः, नीलरूपम् इति गुणः, नीलरूपस्य नाशः घटनाशेन भवति खलु, अतः जनकनाशजन्यत्वं. जनकनाशजन्यत्वम् इदानीं नीलरूपनाशे अस्ति. अस्ति, हा, तर्हि इदानीं नीलरूपस्य नाशः केन कारणेन जातः? घटस्य नाशेन जातः, न तु समानादिकरणगुणेन जातः. सत्यं, सत्यम्, अत्र तेजसंयोगेन न जातः. हा, इति कृत्वा तद्दलम् आवश्यकम्. यदि पक्षे जनकनाश अजन्यगुणनाशः इति उक्त्वा इति अनुक्त्वा केवलं गुणनाशः इत्येव उक्तं, तर्हि नीलरूपस्य नाशः यदि घटनाशेन नीलरूपस्य नाशः भवति तर्हि तदपि अन्तर्भूतं भवति. किन्तु तद् अन्तर्भूतं भवति चेत् यदस्माभिः निरूपणीयः, समानाधिकरणगुणजन्यः इति साध्यमस्ति खलु, तदत्र न निरूपितं भवति इति कृत्वा अत्र जनकनाश अजन्य इति दलं पक्षे आवश्यकः अस्ति. अवबुद्धं खलु? हा, अस्तु, इति कृत्वा तद् अतः तद्विशेषणम्. अस्तु, अग्रे. तत्रैव गुणपदानुपादानि जनकनाश अजन्यक्रियानाशे तत्र सन्धिविच्छेदं कृत्वा पठतु तत्रैव गुणपदान पदा गुणपद अनुपादाने गुणपद अनुपादाने इत्युक्ते किम् गुण इति पदं त्यजामः चेत् पक्षात् पक्षात् गुण इति नास्ति तर्हि तर्हि पक्षः इदानीं किं जातम् तर्हि पक्षः जनकनाश अजन्यनाशः इति भवति सत्यं जनकनाश अजन्यनाशः इति जायते अग्रे पठतु जनकनाश अजन्यक्रियानाशे हेतु अभावात् भाग असिद्धिः इति अस्तु तदे अतः एव गुणपदं तद्वारणाय तर्हि भाग असिद्धिः भाग असिद्धिः इति अनन्तरं चिन्तयतु हेतु पूर्वम् इदानीं गुण इति पदं पक्षात् त्यक्तमस्ति तर्हि इदानीं पक्षः कः जनकनाश अजन्यनाशः इति जनकनाश अजन्यनाशः इति तत् समस्तपदस्य समन्वयः कुत्र भवति अग्रे अग्रिमपदं पठतु अग्रिमपदं जनकनाश अजन्यक्रियानाशे क्रिया नश्यति खलु क्रिया कदा नश्यति हरि ओम् नूतनदेशसंयोगस्य अनन्तरं क्रिया नश्यति खलु इति पञ्चमक्षणे क्रिया नश्यति कदा नश्यति कथं नश्यति चेत् पञ्चमक्षणे क्रिया नश्यति अस्तु यदा क्रिया नश्यति तर्हि जनकनाशेन क्रिया नश्यति वा नो चेत् स्वयमेव नश्यति वा नश्यति इति मन्ये स्वयमेव नश्यति अत्र स्वयमेव नश्यति खलु कन्दुके क्रिया जायते तदनन्तरं पञ्चमक्षणे क्रिया नश्यति कन्दुकं तथापि तिष्ठति तिष्ठति कन्दुकमेव क्रियाजनकः अस्ति समवायिकारणमस्ति इति कृत्वा कन्दुकं क्रियाजनकः कन्दुकः क्रियाजनकः अस्ति भवतु तर्हि इदानीं किं जायते अत्र किमुक्तं जनकनाश अजन्यक्रियानाशे हेत्वभावात् अत्र हेतुः कः जनकनाश अजन्यक्रियानाशः इति हेतुः न अनुमानवाक्ये हेतुः कः अनुमानवाक्ये तु जनकनाशजन्यत्वम् इति उपरि पठतु महोदय अस्तु जनकनाशजन्यगुणनाशः समानाधिकरणगुण्यजन्यः जनकनाशजन्यत्वे सति गुणनाशत्वात् गुणनाशः इति हेतुः न ओके अस्तु अत्र उपरि लिखतु जनकनाश अजन्यगुणनाशः इत्यत्र पक्षः इति लिखतु पक्षः लिखतु तदनन्तरं समानादिकरणगुणजन्यः इति साध्यम् इति लिखतु तदनन्तरं जनकनाश अजन्यत्वे सति गुणनाशत्वात् इति मिलित्वा हेतुः इति मिलित्वा हेतुः तदनन्तरं तेजसंयोगरूपनाशवत् इति तर्हि जनकनाश अजन्यत्वे सति गुणनाशत्वात् इति हेतुः हेतौ अपि दलद्वयमस्ति यथा पक्षे दलद्वयमस्ति तद्वत् हेतौ अपि दलद्वयमस्ति तर्हि इदानीं हेत्वभावात् इति उक्तम् जनकनाश नाश अजन्यक्रियानाशः इत्यत्र गुणनाशत्वात् इति हेतुः न सङ्गच्छते खलु अत्र क्रियानाशः एव उक्तं न तु गुणनाशः अथवा गुणनाशेन क्रियानाशः भवति इति न गुणनाशेन क्रियानाशः भवति स्वयमेव क्रिया नश्यति तदनन्तरं क्रिया स्थातुम् आवश्यकता नास्ति अतः स्वयमेव क्रिया नश्यति इत्युक्ते तत्र गुणेन क्रियानाशः जातः इति तादृशं नास्ति. जनकनाश अजन्यत्वे सति गुणनाशत्वात्. एकनिमिषम् अत्र इतोपि किञ्चित् चिन्तनं कुर्मः. अस्तु, क्रियानाशः पञ्चमक्षणे जायते खलु, तर्हि चतुर्थक्षणे किं जायते? चतुर्थक्षणे नूतनदेशसंयोगः खलु, संयोगः इति गुणः खलु. अस्तु, तर्हि पूर्वक्षणे अस्ति इति कृत्वा तर्हि उत्तरदेशसंयोगः एव क्रियां नाशं प्रति कारणमिति किमर्थं न स्यात् वक्तुं शक्यते? वक्तुं शक्यते इति कृत्वा गुणनाशत्वं तु अस्ति. क्रियानाशे गुणनाशत्वं तु अस्ति, स्वयमेव नश्यति इत्युक्ते यदा उत्तरदेशसंयोगः जायते तदग्रिमक्षणे क्रिया नश्यति इति कृत्वा इदानीं गुणनाशः उत्तरदेशसंयोगः एव कारणम् इति वक्तुं शक्यते. तर्हि गुणनाशत्वं क्रियायाम् अस्ति, क्रियानाशे अस्ति. किन्तु किं नास्ति? जनकनाश अजन्यत्वम् इति नास्ति इति भागः न पूरितः. तर्हि हेतौ भागद्वयं वर्तते, जनकनाश अजन्यत्वम् इति एकः भागः, गुणनाशत्वम् इति द्वितीयभागः. एकस्य भागस्य असिद्धिः भवति. अतः भागसिद्धिः इत्युक्तं, हा, जनकनाश अजन्यत्वे, जनकनाश अजन्यत्वम्. अधुना अवगच्छामि. हेतौ भागद्वयमस्ति, एकः भागः तु अस्ति गुणनाशः, परन्तु द्वितीयभागः नास्ति. जनकनाश अजन्यत्वं नास्ति क्रियानाशे. जनकनाश अजन्यक्रियानाशे हेत्वभावात्. अस्तु, अत्र कः हेतुः इति एकनिमिषं, मम अपि किञ्चित् भ्रमः जातः. अस्तु, इदानीं क्रियानाशः इति स्वीकुर्मः. क्रियानाशः कथं जायते? गुणनाशेन न. अस्तु, न न न न, क्षम्यतां क्षम्यताम्. मया किञ्चित् दोषाय उक्तं, विपरीतरीत्या उक्तं, पूर्वं यदुक्तं तदेव समीचीनम्. अस्तु, अत्र हेतुः कः? जनकनाश अजन्यत्वे सति गुणनाशः गुणनाशत्वात् इति हेतुः. तत्र दलद्वयम् अस्ति, जनकनाश अजन्यत्वम् इति एकं दलं, गुणनाशत्वम् इति द्वितीयं दलम्. तर्हि अत्र उत्तरदेशसंयोगः संयोगेन क्रियानाशः भवति, न तु उत्तरदेशसंयोगनाशेन. पूर्वदेशसंयोगस्य नाशः एव जातः, किन्तु पूर्वदेशसंयोगनाशः कदा जातः? पूर्वक्षणे न जातः, किन्तु तस्मात् पूर्वक्षणे जातः. हा, तस्मात् पूर्वक्षणे जातः इति कृत्वा पूर्वदेशसंयोगनाशः क्रियानाशं प्रति न कारणम्. सत्यं न कारणं खलु. यद्यपि जनकनाश अजन्यत्वं क्रियानाशे अस्ति, इत्युक्ते कन्दुकस्य नाशः न जातः, तथापि कन्दुके विद्यमानक्रियायाः नाशः तु जातः. अतः जनकनाश अजन्यत्व इति दलं पूरितम्, हेतौ विद्यमानदलं पूरितं, किन्तु गुणनाशः इति न जातम्. इत्युक्ते गुणस्य नाशः यदा जायते तदा एव अन्यस्य नाशः जायते इति नास्ति अत्र क्रियायां. क्रियायाः नाशः इति नास्ति इति कृत्वा भागः सिद्धिः, एकस्य भागस्य असिद्धिः. तस्य भागस्य असिद्धिः इति चेत् गुणनाशत्वम् इति दलस्य असिद्धिः. तद्वारणाय गुणपदम्, कुत्र योजितं पक्षे योजितमस्ति जनकनाश अजन्यगुणनाशः यदि गुण इति पदं पक्षात् त्यजामः तर्हि जनकनाश अजन्यनाशः जनकनाश अजन्यक्रियानाशः इदानीं क्रियानाशः इति पक्षः समानाधिकरणगुणजन्यः पूर्वदे उत्तरदेशसंयोगः इति समानाधिकरणगुणजन्यः अस्ति अतः साध्यं भवति तत्र जनकनाश अजन्यत्वे सति गुणनाशत्वात् इति हेतुः जनकनाश अजन्यत्वे सति इति दलं पूरितं भवति किन्तु गुणनाशत्वात् इति दलं न पूरितम् क्लिष्टकरनाश तद्वारणाय गुणपदम् गुणनाशत्वात् जनकनाश अजन्यत्वे सति अस्तु किञ्चित् चिन्तनीयमस्ति पुनः चिन्तयामि इदानीं जनकनाश अजन्यगुणनाशः अत्र उदाहरणं स्वीकुर्मः तेजसंयोगनाशः इति इदानीम् अत्र नीलरूपं जनकः अस्ति घटः घटे विद्यमाननीलरूपस्य नाशः जनकनाश अजन्यगुणनाशः नीलरूपस्य नाशः स च नाशः केन जायते समानाधिकरणगुणजन्यः अस्ति तेजसंयोगः इति गुणेन अस्य नाशः नीलरूपस्य नाशः जातः इति कृत्वा नीलरूपनाशे समानाधिकरणगुणजन्यत्वमस्ति अस्तु तर्हि इदानीं हेतुः जनकनाश अजन्यत्वे सति घटस्य नाशः न जातः किन्तु गुणनाशत्वात् इति अस्ति अत्र तेजसंयोगेन तेजसंयोगेन एव अत्र नीलरूपस्य नाशः भवति खलु इति कृत्वा हेतुः अपि पूरिता अस्ति अस्तु तर्हि इदानीं क्रियानाशे चिन्तनं कुर्मः जनकनाश अजन्यगुण इति पदं त्यक्त्वा जनकनाश अजन्यनाशः तस्य नाशः क्रियायाः नाशः कन्दुके जायमानक्रियायाः नाशः स च नाशः केन जन्यः इति चेत् समानाधिकरणगुणजन्यः उत्तरदेशसंयोगः यदा जायते तदा एव तस्मात् अग्रिमक्षणे क्रियानाशः भवति इति कृत्वा समानाधिकरणगुणजन्यः इत्युक्ते उत्तरदेशसंयोगगुणजन्यः क्रियानाशः इति कृत्वा साध्यमपि पूरितम् अस्तु जनकनाश अजन्यत्वे सति अत्र जनकः कः घटः घटनाश अजन्यत्वं घटस्य नाशः न जातः अथवा घटन जनकनाश अजन्यत्वम् इति जनक इति कन्दुकं खलु सत्यं कन्दुकं सत्यं कन्दुकं क्रियानाशः खलु कन्दुके क्रिया सत्यं जनकनाश अजन्यत्वम् इति कन्दुकक्रियानाशे अस्ति किन्तु गुणनाशत्वम् इति गुणनाशत्वमपि अस्ति खलु गुणनाशत्वमपि अस्ति किमर्थमिति चेत् समानाधिकर अत्र उत्तरदेशसंयोगनाशस्तु अस्ति उत्तरदेशसंयोगः नाशः नास्ति खलु पूर्वदेशसंयोगः नाशः न गुणेन अत्र गुणनाशत्वम् इत्युक्ते गुणेन नाशः गुणनाशः न तु गुणस्य नाशः तृतीयतत्पुरुषः गुणेन नाशः गुणनाशः तादृशनाशत्वम् इति हेतुः जनकनाश अजन्यक्रियानाशे हेतु अभावात् तर्हि सः एव प्रश्नः अत्र उत्तरदेशसंयोगः क्रियानाशं प्रति कारणं वा न वा इति निर्णेतव्यम् उत्तरदेशसंयोगः पूर्वक्षणे अस्ति सर्वदा अस्ति यदा यदा क्रियानाशः भवति तदा सर्वदा पूर्वक्षणे अस्ति, किन्तु तस्मादुपरि कार्याधिकरणे भवेत्, कार्याधिकरणे अस्ति, कार्याधिकरणं किं कन्दुकं, कन्दुके अस्ति, सर्वदा अस्ति, अपि च पूर्वक्षणे अस्ति इति कृत्वा किमर्थम् उत्तरदेशसंयोगः इति क्रियां प्रति नाशकः इति न वक्तुं शक्यते, तत्र अन्यथा सिद्धत्वमस्ति वा इति द्रष्टव्यम्. अत्र हेतु अभावात् इति उक्तम्, इत्युक्ते अन्यथा सिद्धत्वम् अस्ति इति उक्तम्, तत् कथम् इति अवगन्तव्यमस्ति. भवतु, इतोपि किञ्चित् अग्रमे अग्रे चिन्तयित्वा पुनः आगच्छामः. अस्तु, अग्रे पठतु महोदय. किञ्चित् अस्ति, अग्रिमपरिच्छेदे तदेव किञ्चित् विवरणम् अस्ति इति मन्ये. अस्तु, तर्हि तदेव पठतु अग्रे. न च हेतौ एव गुणपदं मास्तु, तेन च हेतुसत्त्वनिर्वाहात् न भाग असिद्धिः इति वाच्यम्. तथा सति प्रागभावध्वंसे व्यभिचारप्रसङ्गः, तत्र हि अनादित्वाच्च प्रागभावस्य तद्ध्वंसस्य कार्यसामग्रीप्रयुक्तत्वात् जनकनाश अजन्यध्वंसत्वं प्रकृतिहेतुः वर्तते. समानाधिकरणगुणजन्यत्वं नास्ति इति हेतुमति साध्य अभावात् व्यभिचारः, अतः सार्थकं हेतौ गुणदलम्. अस्तु, तर्हि अत्र हेतौ गुणपदं, हेतौ गुणपदं न च हेतौ एव गुणपदं मास्तु, तर्हि गुणपदं न भवेत् तर्हि किं भवति इति चिन्तनीयम्. गुणपदं कुत्र न भवेत्, कुत्र न भवेत्? हेतौ, तर्हि हेतु किं भवति इत्युक्ते जनकनाश अजन्यत्वे सति नाशत्वात्, परन्तु इति एव भवति, तेन च हेतुसत्त्वनिर्वाहात् न भाग असिद्धिः इति वाच्यम्. तस्य हेतुसत्त्वनिर्वाहात् अग्रे अपि पठतु महोदय. प्रागभावध्वंसे व्यभिचारप्रसङ्गः, प्रागभावध्वंसे यदा घटः जायते तदा प्रागभावः नश्यति. हा, प्रागभावस्य ध्वंसः, प्रागभावस्य अभावः इत्युक्ते प्रागभावः नश्यति खलु. घटस्य उत्पत्तिः यदा भवति तदा प्रागभावः नश्यति. अस्तु, तर्हि तत्र व्यभिचारप्रसङ्गः, तत्र व्यभिचारः जायते इति उक्तं कथम् इति अग्रे पठतु. तत्र हि अनादित्वाच्च प्रागभावस्य, अस्तु, प्रागभावः अनादिः, अनादिः, सत्यं सत्यं, तद्ध्वंसस्य इत्युक्ते प्रागभावस्य, प्रागभावध्वंसस्य कार्यसामग्रीप्रयुक्तत्वात् जनकनाश अजन्य तावद् वदतु, तदनन्तरं कार्यसामग्रीप्रयुक्तत्वात् इत्युक्ते किम्? घटनिर्माणं प्रति या सामग्री भवेत् सा सामग्री तत्र प्रयुक्तः अस्ति, अतः तैः इत्युक्ते तया सामग्र्या एव प्रागभावस्य ध्वंसः भवति, यतोहि घटः जायते. न तद्ध्वंसस्य, तद् इत्यनेन किं स्वीकर्तव्यं? तद् इत्यनेन अहं चिन्तयामि अत्र प्रागभावः इति. सत्यम्, उत्तमं. प्रागभावस्य, प्रागभावध्वंसः कार्ये, प्रागभावध्वंसस्य कार्यसामग्रीप्रयुक्तत्वात् इत्युक्ते अत्र प्रागभावः कारणमस्ति खलु. अस्तु, कीदृशकारणं? साधारणं कारणं प्रागभावः. यावत्पर्यन्तं घटप्रागभावः तिष्ठति तावत्पर्यन्तं घटः न उत्पद्यते। यदा प्रागभावः नश्यति तस्मिन्नेव क्षणे घटः उत्पद्यते। अतः प्रागभावध्वंसः घट उत्पत्तिं प्रति सामग्री अस्ति। ओ अस्तु, तदेव अस्तु, कच् अन्यतमः सामग्रीः एकविधः। सो घटकार्यसामग्री, घटम् इति कार्यं, घटः इति कार्यं, तं प्रति प्रागभावध्वंसः अपि कारणं सामग्री अस्ति। यावत्पर्यन्तं घट प्रागभावध्वंसः न जायते तावत्पर्यन्तं घटः न उत्पद्यते, खलु? सामग्री प्रयुक्तत्वात्। इदानीम् अग्रे जनकनाश अजन्यध्वंसत्वं, जनकनाश अजन्यध्वंसत्वं। महोदय अत्र प्रश्नः अस्ति, प्राग् अभावध्वंसः कारणं भवति वा घटस्य निर्माणे? प्रागभावस्तु कारणम्, प्रागभावः कारणं, परन्तु प्रागभावः ध्वंसः पूर्वक्षणे न भवितुम् अर्हति इति अहं चिन्तयामि। घट उत्पत्तिक्षणे एव प्रागभावध्वंसः भवितुम् अर्हति, तस्य पूर्वक्षणे न भवितुम् अर्हति। सत्यम्, अस्तु, तर्हि प्रागभावस्य कारणत्वे रमेश महोदय भवानेव चिन्तयतु कथं कारणं भवति इति। आं महोदय, प्रागभावध्वंसः, प्रागभावः कारणम् इति अङ्गीकृतं खलु? हा, प्रागभावः कारणं, कीदृशकारणम् इति चिन्तयतु, कपालवत् कारणं वा निमित्तकारणमस्ति? निमित्तकारणम् इति तु सत्यं, किं निमित्तकारणत्वं लक्षणं, लक्षणेन निमित्तकारणम्, अन्यत् शेषत्वात् निमित्तत्वं, आम्, समवायीकारणत्वमपि न वक्तुं शक्यते, असमवायीकारणत्वमपि न वक्तुं शक्यते, किन्तु अन्यत् सर्वं निमित्तमिति कृत्वा निमित्तकारणत्वं, किन्तु कीदृशम् इत्युक्ते प्रतिबन्धकरूपेण कारणत्वं वा अथवा कपालरूपेण, कपालस्तु अस्ति खलु, भावरूपकारणमस्ति, अत्र प्रतिबन्धकत्वम् इति अस्ति इति अस्माभिः पठितं खलु, प्रतिबन्धकत्वरूपेण तत् कारणं भवति खलु, प्रागभावः कारणं घटोत्पत्तिं प्रति प्रागभावः कारणं, किन्तु कीदृशकारणम् इति चेत् यावत्पर्यन्तं प्रागभावः अस्ति तावत्पर्यन्तं घटः न उत्पद्यते इति कृत्वा प्रागभावः प्रतिबन्धकः अस्ति, पूर्वक्षणे अस्ति इति कृत्वा तत् कारणत्वं, तस्मिन् कारणत्वं सम्पादितं, पूर्वक्षणे अस्ति इति कृत्वा कारणत्वं सम्पादितं खलु, किन्तु तत्र प्रतिबन्धकरूपेण इत्युक्ते यावत्पर्यन्तं प्रागभावः तिष्ठति तावत्पर्यन्तं घटः न उत्पद्यते, तर्हि प्रागभावस्य ध्वंसः इष्यते, अतः एव प्रयुक्तम् इति पदं प्रयुक्तमस्ति, कार्यसामग्री प्रयुक्तत्वात् प्रागभावः प्रतिबन्धकरूपेण कारणमस्ति, कपालवत् कारणं नास्ति, कपालः तत्र भवेत् तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा घटं जनयति इति कृत्वा समवायिकारणम्, तद्वत् प्रतिबन्ध प्रागभावः कारणं नास्ति, प्रतिबन्धकरूपेण कारणम्, अस्तु, तर्हि कार्यसामग्रीप्रयुक्तत्वात् इति उक्तं, सामग्रीप्रयुक्तम् इति चेत् कारणत्वं तस्मिन् कल्प्यते, सामग्रीत्वं कार्यसामग्रीत्वं प्रागभावे कल्प्यते, निकषा तु पूरिता अस्ति किन्तु स च अभावः अस्ति वा न वा इति चेत् भावरूपं नास्ति, प्रतिबन्धकरूपेण अस्ति इति कृत्वा ध्वंसः, प्रागभावध्वंसः यावत्पर्यन्तं न जायते इत्युक्ते पूर्वक्षणे प्रागभावध्वंसः पूर्वक्षणे भवेत् तदनन्तरमेव इत्युक्ते प्रागभावध्वंसः कारणमिति मया न उच्यते, किन्तु प्रागभावध्वंसः अपेक्षते, प्रयोजकप्रयोज्यभावः अस्ति. चिन्तयतु, किञ्चित् चिन्तयतु. तदनन्तरं एतत् सर्वं सरलभाषया पुनः लिखामः. तर्हि प्रथमं प्रागभावध्वंसः भवति, तत्पश्चात् घटस्य उत्पादनं भवति इति नास्ति. इति नास्ति. यदि तादृशं वदति तर्हि प्रागभावध्वंसे कारणत्वं कल्पयामः. अत्र कारणत्वं न कल्पितम्. तर्हि प्रथमं किं भवति? तर्हि प्रथमक्षणे घटस्य उत्पत्ति भवति, तत्पश्चात् प्रागवस्य ध्वंसः भवति वा इति वदामश्चेत् क्लेशः भवति. हा खलु. तर्हि युगपत् भवति इति वा? हा, युगपत् भवति इति वक्तव्यम् पूर्वक्षणे. घट उत्पत्तेः पूर्वक्षणे प्रागभावस्य नाशः भवेत् इति न वक्तुं शक्यते. प्रागभावः भवेत्, घट उत्पत्तेः अग्रिमक्षणे प्रागभावस्य ध्वंसः भवति इति अपि न वक्तुं शक्यते. किमर्थमिति चेत् यावत्पर्यन्तं प्रागभावः अस्ति तावत्पर्यन्तं घट उत्पत्तिः न भवति. तर्हि यस्मिन् क्षणे घट उत्पत्तिः जायते तस्मिन् क्षणे एव प्रागभावध्वंसः अपि जायते इति कृत्वा कार्यसामग्रीप्रयुक्तत्वात् तत्र प्रयोज्यप्रयोजकभावः अस्ति. किं प्रयोजकः? घट प्रागभावध्वंसः प्रयोजकः अस्ति. प्रयोज्यः कः? घट उत्पत्तिः प्रयोज्यः अस्ति. इति स्वीकुर्मः, इति स्वीकृत्य अग्रे चिन्तनं कुर्मः. अस्तु, मयूर् महोदय अग्रे. जनकनाश अस्तु. कार्यसामग्रीप्रयुक्तत्वात् जनकनाश अजन्यध्वंसत्वं प्रकृतहेतुः वर्तते. जनकनाश अजन्यध्वंसत्वं, हा, तर्हि अत्र जनकनाश अजन्यत्वे सति गुणनाशत्वात् इति हेतुः आसीत् खलु. तत्र गुणः इति पदं त्यक्तम्. तर्हि इदानीं किम् अवशिष्टमस्ति? जनकनाश अजन्यत्वम् इति एकमेव दलम्. गुणनाशः, तत्र गुणेन नाशः इति गुणनाशः, गुणनाशत्वात् इति उक्तं चेत् तत्र गुण इति पदं त्यजामश्चेत् तत्र नाश इति पदमपि अपगच्छति. तर्हि इदानीम् एकमेव दलं जनकनाश अजन्य अजन्यत्वं, जनकनाश अजन्यत्वम् इति एकमेव हेतुः, एकमेव दलं हेतौ. तर्हि इदानीं जनकनाश अजन्य ध्वंसत्वम् इत्युक्ते जनकनाश अजन्यत्वम् इति प्रकृतिहेतुः भवति. जनकनाश अजन्यध्वंसत्वम् अपि हेतुः अस्ति खलु घट उत्पत्तिं प्रति. अत्र कार्यसामग्रीप्रयुक्तत्वात् तदपि हेतुः भवति. हा, जनकनाश अजन्यध्वंसत्वम् इति प्रकृतहेतौ. अत्र प्रागभावध्वंसः अपि हेतु हेतुरूपेण स्वीकर्तुं शक्यते. स्वीकृतम् इति कृत्वा अत्र हेतौ, अत्र हेतुत्वं भवति. जनकनाश अजन्यध्वंसत्वम् इत्यत्र हेतुत्वं सिद्ध्यति. यदि हेतुः जनकनाश अजन्यत्वम् इति एव हेतुः अस्ति तर्हि जनकनाश अजन्यध्वंसत्वम् इत्यत्रापि हेतुत्वं सिद्ध्यति इति कृत्वा अग्रे पठतु. समानाधिकरण समानाधिकरणगुणजन्यत्वं नास्ति इति हेतुं हेतुमति साध्य अभावात् व्यभिचारः. तर्हि समानाधिकरणगुणजन्यत्वं नास्ति. अस्तु, इदानीं हेतुः कः? जनकनाश अजन्यध्वंसत्वम् इति हेतुः. तेन हेतुना एतत् साध्यं साधयितुं शक्यते वा? समानाधिकरणगुणजन्यत्वम् समानादिकरणगुणजन्यः इति एव साध्यं खलु. जनकनाश अजन्यध्वंसत्वम् इति हेतुना समानादिकरणगुणजन्यः इति साध्यं साधयितुं शक्यते वा? न साधयितुं शक्यते. किमर्थमिति चेत् ध्वंसः गुणः न. ध्वंसः इति गुणः न. अत्र हेतुः कः? जनकनाश अजन्य ध्वंसत्वम् इति हेतुः. अथवा जनकनाश अजन्यगुण अजन्य ध्वंसः इति एव हेतुः. हेतुः स्वयं गुणः नास्ति इति कृत्वा हेतोः गुणपदं त्यजामश्चेत् अत्र साध्यं न सिद्ध्यति तादृशहेतुना इति कृत्वा हेतौ अपि गुणपदम् आवश्यकम्. अतः सार्थकं हेतौ गुणदलम् इति उक्तम्. इत्युक्ते गुणे तत्र हेतौ गुण इति पदं निवेशनीयं, पक्षे अपि गुणः इति पदं निवेशनीयं, हेतौ अपि गुणः इति पदं निवेशनीयम् इति दलसार्थक्यमस्ति एतावत्पर्यन्तम्. अग्रे पठतु महोदय. न चैवमपि घटसामग्रीमध्यपतितः, न चैवमपि घटसामग्रीमध्यपतितः कपालद्वयसंयोगः अपि घटप्राग प्रागभावध्वंस अधिकरणे विद्यमानः गुणः. अस्तु, कपालद्वयसंयोगः इति अपि घटप्राग अभाव घटप्रागभावध्वंस अधिकरणे विद्यमानः गुणः. सज्जन्यत्वाच्च तादृशध्वंसस्य तस्मिन् हेतुमति समानाधिकरणगुणजन्यत्वरूपस्य साध्यस्यापि सत्त्वात् न व्यभिचार इति वाच्यम्. अस्तु, अत्र कपालद्वयसंयोगः इति अपि घटप्रागभावध्वंस अधिकरणे कश्चन गुणः तदपि अस्ति. संयोगः कपालद्वयसंयोगः इत्यपि गुणः अस्ति. न न न, तादृशं मा वदतु महोदय, पुनः तदेव क्लेशं करोति भवान्. सो यु आर् मेकिङ्ग् स्टेट्मेण्ट्स् विदौट् अण्डर्स्टाण्डिङ्ग्. अस्तु, कपालद्वयसंयोगः कुत्र अस्ति? द्वयसंयोगः घटे अस्ति. कपालद्वयसंयोगः घटे अस्ति वा? कपालद्वयसंयोगेन घटः जायते. अतः कपालद्वयसंयोगः घटस्य असमवायीकारणम्. किन्तु स च संयोगः कुत्र अस्ति? संयोगः कुत्र भवति? द्रव्ययोः मध्ये संयोगः. अत्र अत्र कः द्रव्य अत्र अत्र कः द्रव्य किं द्रव्यं? कपालः इति, कपालद्वयम् इति. हा, तर्हि कपालद्वयसंयोगः कुत्र अस्ति? कपाले अस्ति खलु? कपालद्वये. हा, कपालद्वये अस्ति. भवतु, तर्हि इदानीं घटप्रागभावध्वंस अधिकरणं किम्? घटप्रागभावः कुत्र वर्तते? कपाले वर्तते. हा, घटप्रागभावः कुत्र वर्तते इति चेत् कपाले वर्तते. अस्तु, यदा घटप्रागभावस्य ध्वंसः जायते, स च ध्वंसः कुत्र जायते? कपाले एव जायते. हा, तर्हि घटप्रागभावध्वंस अधिकरणं किं? कपालः एव. अपि च कपालद्वयसंयोगस्य अधिकरणमपि कपालः, घटप्रागभावध्वंसस्य अधिकरणमपि कपालः खलु? तर्हि इदानीं कपालद्वयसंयोगः कपाले वर्तते, घटप्रागभावध्वंसः अपि कपाले वर्तते इति कृत्वा उभयमपि तत्र संयोगः अपि घटप्रागभावध्वंस अधिकरणे विद्यमानः गुणः. अस्तु, तज्जन्यत्वात् इदानीं किं किं तत् इति पदेन किं स्वीकर्तव्यम्? तत् इत्युक्ते घटः इति वा? न, तज्जन्यत्व स्वाच्य तादृशध्वंसस्य घटप्रागभावध्वंसः केन जायते? घटप्रागभावध्वंसस्य कारणं किम्? कपालद्वयसंयोगः इति खलु? हा सत्यं, कपालद्वयसंयोगस्य जन्यत्वात्। हा इदन कपाल अत्र प्राक् तद् तद्दिति पदेन घटप्रागभावध्वंसः स्वीकरणीयः। तज्जन्यत्वात् इत्युक्ते कपालद्वयसंयोगेन किं जन्यं? प्रा घटप्रागभावध्वंसः अस्ति इति कृत्वा तज्जन्यत्वात् तादृशध्वंसस्य इति उक्तं। तर्हि घटप्रागभावध्वंसः कपालद्वयसंयोगेन जायते, कपालद्वयसंयोगेन एव घटः अपि जायते, घटप्रागभावध्वंसः अपि जायते। तर्हि रमेशमहोदयस्य प्रश्नस्य उत्तरम् इदानीं लब्धम्। तर्हि कपालद्वयसंयोगः एव घटस्य कारणम्, अपि च प्रागभावध्वंसस्यापि कारणम्। तर्हि कपालद्वयोः मध्ये संयोगः कस्मिन् क्षणे जायते? पूर्वक्षणे जायते। तस्मात् अग्रिमक्षणे घटः अपि जायते, अपि च घटप्रागभावध्वंसः अपि जायते, जातुम् अर्हति अपि। घटः यदा जायते तद् अग्रिमक्षणे एव घटप्रागभावध्वंसः जायते इति न वक्तुम् इति न वक्तव्यम्। किमर्थमिति चेत् यदि घटः घटप्रागभावध्वंसं प्रति कारणं, घटध्वंसं प्रति कारणमस्ति घटः, न तु घटप्रागभावध्वंसं प्रति। घटप्रागभावध्वंसं प्रति किं कारणम्? कपालः कारणं, कपालः एव समवायिकारणमस्ति, असमवायिकारणमस्ति कपालद्वयसंयोगः इति कृत्वा घटः यस्मिन् क्षणे जायते तस्मात् अग्रिमक्षणे एव घटप्रागभावध्वंसः जायते इति नियमेन वक्तव्यमिति नास्ति। यस्मिन् क्षणे घटः जायते तस्मिन्नेव क्षणे घटप्रागभावध्वंसः अपि जातुम् अर्हति। किमर्थम्? कपाले जायते खलु, कपालः तदापि अस्ति। यस्मिन् क्षणे घटः जायते तस्मिन् क्षणे कपालः अस्ति, अपि च तस्मिन् क्षणे इत्युक्ते पूर्वक्षणे कपालः अस्ति, पूर्वक्षणे कपालद्वयसंयोगः अस्ति इति कृत्वा घटप्रागभावध्वंसः घटद्वं घट उत्पत्तिक्षणे जातुम् अर्हति। तावदौबुध्यते वा? अस्तु, तर्हि तस्मिन् हेतुमति, तस्मिन् हेतुमति इत्युक्ते कपालद्वयसंयोगः इति हेतुः। तस्मिन् हेतुमति हेतुमान्, तर्हि अत्र कपालद्वयसंयोगः इति हेतुः, हेतुमान् कः? कपालः। तर्हि तस्मिन् हेतुमति इत्युक्ते कपाले, तत्र लिखन्तु कपाले हेतुमति, हेतुमान् कपालः। तस्मिन् हेतुमति कपाले समानादिकरणगुणजन्यत्वरूपस्य साध्यस्यापि सत्त्वात्। कपाले किमस्ति? समानादिकरणगुणजन्यत्वरूपस्य साध्यम्। साध्यं किम्? समानादिकरणगुणजन्यत्वम्। समानादिकरणगुणजन्यत्वरूपस्य साध्यस्य सत्त्वात्, समानादिकरणगुणजन्यः अत्र किम्? हा अस्तु, समानादिकरणगुणजन्यः अत्र किम्? घटप्रागभावध्वंसः। स च ध्वंसः कुत्र वर्तते? कपाले वर्तते। समानादिकरणगुणजन्यः घटप्रागभावध्वंसः, सः कुत्र वर्तते? कपाले वर्तते। तर्हि तस्मिन्नेव कपाले साध्यमपि अस्ति. साध्यं किम्? कपा घटप्रागभावध्वंसः इति साध्यम्. साध्यस्यापि सत्त्वात् न व्यभिचारः इति वाच्यम् इति तादृशं मा वक्तव्यम्. अस्तु. सो इन् आर्डर् टु अण्डर्स्टाण्ड् दिस् कम्प्लीट्लि वि हेव् टु रैट् डौन्, वि हेव् टु क्रियेट् अ टेबल् यत्र जनकनाश अजन्यगुणनाशः इत्युक्ते किम्, समानादिकरणगुणजन्यः इत्युक्ते किम् इति प्रत्येकम् उदाहरणं स्वीकृत्य अत्र लेखनीयमस्ति. तर्हि तादृश पट्टिका अहं सिद्धतां करोमि. प्रायः इतोपि एकः वर्गः स्वीक्रियते, भवतु, बट् इट् इस् एसेन्शियल् इति कृत्वा. अस्तु. इति न वाच्यम् इत्युक्ते पूर्वं गुणपदम् आवश्यकम् इति यदुक्तम् अत्र गुणपदं न आवश्यकम्. तत्र साध्यमस्ति इति कृत्वा एवं न वाच्यम् इति पूर्वपक्षी आक्षिपति. ऐ मीन् पूर्वपक्षी वदति. तर्हि सिद्धान्ती वदति एवं मा वदतु. अग्रे पठतु महोदय. तादृशसंयोगस्य हि सामग्रीत्वेन एव सामग्रीघटकत्व घटकत्वेन एव वा रागभावध्वंसप्रयोजकत्वं न तु समानाधिकरणगुणत्वेन इति विशिष्टसाध्यासत्वात् व्यभिचारता अदवस्यात्. अतः व्यभिचारतादवस्यात् अतः हेतु तादवस्यम् इति अस्माभिः पूर्वं पठितम्. अतः हेणौ हेतौ गुणपदं स्वीकर्तार्थकमेव इति उक्तम्. अस्तु, अत्र किञ्चित् पश्येम. तादृशसंयोगस्य इत्युक्ते संयोगस्य कपालद्वयसंयोगस्य उत्तमं. कपालद्वयसंयोगस्य हि सामग्रीत्वेन एव सामग्रीघटकत्वेन एव वा अग्रे प्रागभावध्वंसप्रयोजकत्वं हा इत्युक्ते कपालद्वयसंयोगस्य यदि सामग्री कपालद्वयसंयोगः अपि सामग्री इति वदामश्चेत् सामग्रीघटकत्वेन वा प्रागभावध्वंसस्य प्रयोजकत्वं भवति न तु समानाधिकरणगुणगुणत्वेन इति विशिष्टसाध्यत्वा साध्य असत्वात् अस्माभिः किं साधनीयमस्ति? इदानीम् अस्माकं पुरतः किं साधनीयमस्ति? साध्यं किं महोदय? घटप्रागभावध्वंसः इति न सामान्यम् अत्र अत्र अनुमानवाक्ये साध्यं किम्? अनुमानवाक्ये समानाधिकरणगुणजन्य इति हा जन्यः अथवा समानाधिकरणगुणजन्यत्वं साधनीयं खलु. तर्हि अत्र समानाधिकरणगुणजन्यत्वम् इति कपालद्वयसंयोगे अस्ति. किन्तु कदा अस्ति? यदि कपालद्वयसंयोगः प्रागभावध्वंसं प्रति कारणम् इति चिन्तयामः तदा अस्ति. किन्तु तादृशचिन्तनं न कुर्मश्चेत् इत्युक्ते अत्र किञ्चित् भेदः वर्तते इति वक्तुमिच्छति. इदानीं किं साधयामः? विभागः इति गुणः पूर्वदेशसंयोगं नाशयति. तत्र विभागाख्यगुणः जायते. तद्वत् अत्र कपालद्वयसंयोगः जायते. तेन कपालद्वयसंयोगः कपाले जायते इति कृत्वा कपाले विद्यमानघटप्रागभावध्वंसः भवति इति तत्र किञ्चित् वैशिष्ट्यं वर्तते. किं वैशिष्ट्यमिति चेत् इदानीं घटप्रागभावध्वंसस्य विषये चिन्तनम्. घटः इति अन्यः पदार्थः अस्ति. सो विशिष्टसाध्य असत्वात् इत्युक्ते यथा विभागाख्यगुणेन पूर्वदेशसंयोगः जायते इति उक्तिः अस्ति, तद्वत् अत्र नास्ति. यद्यपि अत्र गुणजन्यत्वम् अस्ति, इत्युक्ते कपालद्वयसंयोगः इति कपाले वर्तते, तस्मिन्नेव कपाले साध्यमपि अस्ति, घटप्रागभावध्वंसः इति साध्यमपि अस्ति. स च ध्वंसः कपालसंयोगेन एव जातः, तदपि अस्ति. किन्तु तत्र भेदः वर्तते. विभागः विभागेन पूर्वदेशसंयोगः, तद्वद् नास्ति अत्र. यदा कपालद्वयसंयोगः घटप्रागभावध्वंसं प्रति कारणत्वं सामग्री अस्ति, कारणत्वम् इति तु भवति. कारणत्वं पूर्वस्मिन् क्षणे अस्ति खलु, सर्वदा अस्ति, सर्वदा अस्ति वा? कार्याधिकरणे अस्ति, कपाले अस्ति. यदा यदा घटप्रागभावध्वंसः जायते तदा सर्वदा पूर्वस्मिन् क्षणे कपालद्वयसंयोगः जायते, अतः सर्वदा अस्ति, पूर्वक्षणे अपि अस्ति इति कृत्वा किमर्थं कारणत्वं तु अस्ति एव. किन्तु अस्माकं विवक्षा तत्र अस्ति चेदेव एतादृशस्फुरणं भवति, तादृशं नास्ति विभागः इति वक्तुमिच्छति. अतः हेतौ गुणपदं सार्थकमेव, इत्युक्ते गुणपदं निष्कास्य न वक्तुं शक्यते इति उक्तम्. अस्तु, अग्रे अपि पठतु महोदय, किञ्चित् चिन्तनं कुर्मः, मिलित्वा चिन्तनं कुर्मः. शरीरे गुणपद अनिवेशे ध्वंससामान्यस्य जन्यत्वात् सिद्धसाधनम्. सिद्धसाधनं साध्यशरीरे इत्युक्ते अत्र समानाधिकरणगुणजन्यः इति साध्यं, तस्मिन् गुणपद अनिवेशे गुणपदं त्यजामः चेत् ध्वंससामान्यस्य जन्यत्वात् सिद्धसाधनं. गुणपदं त्यजामश्चेत् किं भवति साध्यम्? समानाधिकरणजन्यः इति. हा, तर्हि तत्र विग्रहवाक्यं कथं भवति? समानाधिकरणजन्यः इत्युक्ते किम्? समानाधिकरणेन जन्यः, समानाधिकरण, समानाधिकरणे जन्यः, सप्तमी तत्पुरुषः. हेतुः यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे साध्यमपि अस्ति इति अर्थः. समानाधिकरणे जन्यः. साध्यशरीरे गुणपद अनिवेशे ध्वंससामान्यस्य जन्यत्वात् सिद्धसाधनम्. अस्तु, इत्युक्ते अत्र सिद्धसाधनं, साधनम् इत्युक्ते हेतुः, साधनं हेतुः सिद्धं भवति. अस्तु, अग्रे अपि पठतु महोदय. हेतौ जनकनाश अजन्यगुणध्वंसत्वम् इत्यत्र, अस्तु, जनकनाश अजन्यत्व अनुपादाने समवायिकारणादि नाशजन्ये रूपादिनाशे व्यभिचारः, तत्र गुणध्वंसत्वस्य सत्वात् समानाधिकरणगुणजन्यत्व अभावात्. अस्तु, हेतौ, अस्तु, हेतुः अस्ति जनकनाश अजन्यत्वे सति गुणनाशत्वात् इति हेतुः. तत्र जनकनाश अजन्यगुणध्वंसत्वम्. अस्तु, तर्हि अत्र इदानीं तद् हेतुः नास्ति. यत् पूर्वम् अनुमानवाक्ये उक्तं तद् हेतुः नास्ति, इदानीं हेतुः हेतोः परिवर्तनं जातं, जनकनाशजन्यगुणध्वंसत्वम् इति खलु, जनकनाश अजन्यगुणध्वंसत्वम् जनकनाश अजन्यगुणध्वंसत्वम् इति हेतुः तत्र इत्यत्र इत्यत्र जनकनाश अजन्यत्व अनुपादानि तत् त्यजामः चेत् गुणध्वंसत्वम् इति एव अवशिष्यते, तर्हि तस्मिन् हेतौ समवायिकारणादि नाशजन्ये रूपादिनाशे व्यभिचारः। आम्, घटनेश घटनाशेनापि नीलरूपस्य नाशः भवति खलु, सत्यं, किन्तु अस्माकं किं निरूपणीयम्, अस्माभिः किं निरूपणीयम् इति चेत् जनकनाशः न भवेत् तदापि गुणनाशः भवेत् इति एव निरूपणीयम्। तर्हि जनकनाश अजन्य इति पदम् इति दलं त्यजामश्चेत् जनकनाशेनापि गुणनाशः भवति, तत्र तत्र अतिव्याप्तिः, तत्र व्यभिचारः भवति इत्युक्ते अतिव्याप्तिः भवति, तत्र गुणध्वंसत्वस्य सत्वात् समानाधिकरणगुणजन्यत्व अभावात्। सो ही इज ब्रिंगिंग सो मेनी आर्ग्युमेंट्स हियर। अस्तु अग्रे विपणतु महोदय। न च रोगजन्ये संस्कारध्वंसे व्यभिचारः, तत्र साध्य अभावात् तादृशगुणध्वंसत्वरूपहेतोः सत्वात् इति वाच्यम्। रोगस्य अनाशकत्वात् अन्यथा चिकित्सको न स्मरेत्, अतः रोगः न नाशकः किन्तु अविभावक एव इति न व्यभिचारः। रोगजन्य न च रोगजन्ये संस्कारध्वंसे व्यभिचारः, अत्र गुणानां नाशः केन केन कारणेन भवति इति पूर्वम् अस्माभिः अधीतम्। समवायिकारणनाशेन गुणनाशः, असमवायीकारणकारणेन गुणनाशः, तदनन्तरं निमित्तकारणेन, तत्र निमित्तकारणम् इत्युक्ते अत्र संस्कारः इति स्वीकुर्मश्चेत् रोगः यदा कस्मिंश्चित् रोगः जायते तदा तस्य संस्कारः नश्यति, तेन स्मरणं न जायते खलु, हि बिकम्स् फर्गेट्फुल् अथवा हि डजन्ट् रिमेम्बर् हू इस् ही इति तादृशस्थितिः। चरमस्मरणेन एव संस्कारनाशः जायते, अपि च रोगेण संस्कारनाशः जायते इति उक्तं खलु, तत्र चिन्तनम् इदानीं रोगजन्ये संस्कारध्वंसः ध्वंसे व्यभिचारः इति तत्रापि व्यभिचारः न इति उक्तम्। तत्र किं साध्याभावात्, साध्यं किम्, मेल्महोदय न श्रूयते, संस्कारध्वंसः इति खलु, साध्यं समानाधिकरणगुणजन्यः खलु, अत्र रोगः इति गुणः नास्ति, अथवा समानाधिकरणगुणजन्यत्वं यदि रोगेण संस्कारः नश्यति तर्हि तत्र समानाधिकरणगुणजन्यत्वं नास्ति, समानाधिकरणे समान अधिकरणे विद्यमानगुणेन नाशः भवेत्, रोगः इति गुणः नास्ति। तत्र साध्याभावात् तादृशगुणध्वंसध्वंसत्वरूपहेतोः सत्वात् इति वाच्यम्। रोगस्य अनाशकत्वात् इति हेतुः, किमर्थं रोगः अनाशकः, महोदय भवान् वदनस्ति वा इति न जाने, किं श्रूयते, रोगः न नाशकः किन्तु अभिभावकः एव इति न व्यभिचारः इति उक्तं, रोगः अनाशकत्वात् रोगेन एव संस्कारध्वंसः जायते खलु, अतः रोगः इति नाशकः भवति इति मन्ये, रोगः अनाशकः कथं भवति? न इति अत्र उक्तं रोगस्य अनाशकत्वात् इत्युक्ते रोगः नाशकः न भवति इति उक्तं, किमर्थम् अत्र कथं समर्थितम्? अन्यथा चिकित्सितः, चिकित्सितः इति कति इत्युक्ते कः? डाक्टर् इति वा? न न चिकित्सितः, द वन् हू गाट् क्यूर्ड्, रोगी, रोगी इति रोगी खलु. यदि रोगः नश्यति, रोगः नाशकः अस्ति, तर्हि रोगी रोगिणी एतादृशस्मरणं न भवितुमर्हति खलु, मया रोगः अनुभूतः तदिदानीं सम्यक् जातम् इति स्मरणं न भवेत् खलु. यदि संस्कारनाशकः अस्ति रोगः इति इत्युक्ते तत्र पूर्वं यदुक्तं रोगस्य नाशकत्वं किमुक्तं तत्र केषुचित् संस्कारेषु उक्तम्, अत्र सर्वत्र सी डिजीज् मेक्स् सर्टन् मेमरीस् टु डिसपियर्, नाट् एव्रिथिङ्ग्. इफ् इफ् रोगे नाशकत्वम् इति धर्मः वर्तते, यथा अग्नौ प्रकाशकत्वम् इति धर्मः वर्तते, तद्वत् रोगे नाशकत्वम् इति धर्मः वर्तते, किं प्रति संस्कारनाशकत्वम् इति धर्मः वर्तते, तर्हि एकमपि संस्कारः मनसि न तिष्ठेत् किन्तु तिष्ठति खलु, चिकित्सितः न स्मरेत्, मया रोगः अनुभूतः इदानीं सम्यक् जातम् इति अपि न स्मरेत् किन्तु स्मरति. अथवा अतः रोगे अत्र उक्तसंस्कारनाशकत्वं न सार्वत्रिकम्, इट् इस् नाट् यूनिवर्सल्. अतः रोगः न नाशकः किन्तु अभिभावकः. अभिभावकः इत्युक्ते किम्? इत्युक्ते गार्डियन् इति अस्ति, परन्तु किम् गार्डियन् इति अत्र आगच्छति? न न अभिभावकः इति पदं पदस्य कोशे अर्थः दृष्टः वा? आमां कोशे गार्डियन् इति उक्तं. न न अभिभावकः इत्युक्ते देट् विच् इस् ऐ थिङ्क् विच् कवर्स्, इट् डस् नाट् किल्, इट् जस्ट् कवर्स्, तिरस्कारं करोति इति. सो सपोजिङ्ग् देर् इस् अ लेम्प् अण्ड् आन् टाप् आफ् विच् इफ् यु पुट् अ पाट्, वेर् इस् द लेम्प् नौ? द लेम्प् इस् नाट् सीन्. सो केन् यु से दट् द पाट् डिस्ट्राय्ड् द लेम्प्? नो, इट् जस्ट् कन्सील्स् द लेम्प्. तर्हि अत्र रोगे नाशकत्वं न उक्तं किन्तु अभिभावकत्वम् उक्तम्, इट् कन्सील्स् इति न व्यभिचारः इति उक्तम्. अस्तु अग्रे महोदय, चरमस्मरणं स्यात् महोदय. तत्र मम चिन्तनम् एतादृशमस्ति, तत्र प्रथमं रोगी यदस्ति तस्य रोगात् स्मरणं नश्यति, परन्तु किं स्मरणं नश्यति? किमपि संस्कारः, कः संस्कारः नश्यति? किमपि संस्कारः नश्यति इति अहं स्वीकर्तुं शक्यते. ह्यः अहं गृहं गतवान् इति एकं संस्कारः आसीत्, अद्य अहं मूर्छिता अभवन् तेन मम संस्कारः इदानीम् अहं कः इति प्रश्नः अपि न वक्तुं शक्यते, प्रश्नस्य उत्तरमपि न वक्तुं शक्यते. परन्तु यदा अहं चिकित्सः अभवं तदा अहं किं कः इति तस्य प्रश्नस्य उत्तरं इदानीं वक्तुं शक्यते, तादृशस्थितिः इति एव अस्ति इति. अवबुद्धम् अवबुद्धम् अवबुद्धं, समीचीनम्. अस्तु, तर्हि रमेशमहोदय वदति तथैव सत्यम्, अवबुद्धमपि. यदि इदानीं ह्यः अत्र किमपि मया कृतमिति चिन्तयतु, किमपि मया ज्ञातं, घटः अयं घटः इति ज्ञानं प्राप्तवान्, तेन संस्कारः जातः. अस्तु, इदानीं तत्र मयि रोगः जातः इति कृत्वा सः संस्कारः नष्टः इति स्वीकुर्मश्चेत्, यदि चिकित्सायाः अनन्तरं ओ मया परह्यः घटः दृष्टः इति पुनस्मरणं भवति चेत् तस्य पुनस्मरणस्य कारणं किम् इति न वक्तुं शक्यते. यदि रोगेण केवलं संस्कारः अभिभूतः, अभिभवः जातः, तिरस्कारः जातः इति वदामश्चेत्, यदा रोगस्य निवृत्तिः जाता चिकित्सया, तदा संस्कारः तदानीमपि तिष्ठति इति कृत्वा अत्र वक्तुं शक्यते इति. अन्यथा चिकित्सितः न स्मरेत् रोगस्य अनाशकत्वात्. समीचीनं. हा, इत्युक्ते सार्वत्रिकम् इति यद्मया उक्तं तस्य तत्र परिष्कारं कृतं रमेशमहोदयेन, उत्तमतया अहम् अङ्गीकरोमि. सो दि ऐडिया इस् बिकास् आफ् रोग, लेट् अस् से ऐ फर्गाट् सम्थिङ्ग्, बट् वन्स् द रोग गाट् क्योर्ड् ऐ एम् रिमेम्बरिङ्ग् द सेम् थिङ्ग्. देर् फोर् यु केनाट् से यदि नाशकः इति वदेम तर्हि पुनस्मरणं न भवितुमर्हति, तर्हि तिरस्कारः एव जातः इति वक्तव्यम्. अतः रोगः न नाशकः, किन्तु तिरस्कारः इति उक्तम्. अस्तु, अग्रे पठतु महोदय. चरमस्मरणस्यापि, चरमस्मरणस्य संस्कारनाशकस्य समानाधिकरणगुणत्वात् तज्जन्यध्वंसे च हेतुसाध्यवत्वात् हेतुसाध्यवत्वात् दृष्टान्तत्वम् एव इति न दोषः. न चैवमपि वेगनाशे क्रियाजन्ये जनकनाश अजन्यध्वंसत्ववति साध्य अभावात् तद्दोषतादवस्थ्यम् इति वाच्यं. तद्दोषतादवस्थ्यं, तादवस्थ्यम् इति एकं पदम्. तद्दोषतादवस्थ्यम् इति वाच्यम्. सो वाट् ही इस् डूयिङ्ग् अत्र, गुणनाशः केन केन कारणेन भवति इति पूर्वं चिन्तितं. समवायिकारणनाशेन भवति, असमवायिकारणेन भवति, तदनन्तरं निमित्तकारणेन भवति. तत्र निमित्तकारणानि कानि इति चेत्, चरमस्मरणम् इति एकं कारणं, रोगः इति अन्यत् कारणं, कालः इति अन्यत् कारणं. सो ही इस् टेकिङ्ग् आल् दीस् डिफरेण्ट् इन्स्टेन्सेस् and is trying to see whether there is any vibhichara or adhivyapti in any one of those. So he is doing a different thinking altogether here. Astu atra vadatu mahadeya, charamasmaranasya samskara nashakasya vastu itukte samskara nashakasya charamasmaranasya samskara nashakasya iti visheshanam tadrishya charamasmaranam tadrishya charamasmaranam vastu तदेव समानाधिकरणगुणः इति. तदेव तत्र समानादिगुणगुणत्वम् अस्ति खलु, संस्कारः कुत्र अस्ति खलु, आत्मनि संस्कारः, आत्मनि. चरमस्मरणं कुत्र जायते? मध्ये मध्ये न श्रूयते, न चिन्तया नास्मि, परन्तु न जाने चरमस्मरणं स्मरणमिति ज्ञानं, ज्ञानं ज्ञानस्य अधिकरणं किम्? आत्मा एव खलु. हा खलु, तर्हि चरमस्मरणमपि आत्मनि ज्ञायते, संस्कारः अपि आत्मनि वर्तते इति कृत्वा समान अधिकरणगुणत्वम् अस्ति खलु चरमस्मरणे. द्वयमपि एकस्मिन् अधिकरणं, स्मरणम् इति अपि गुणः, ज्ञानमेव. ज्ञानं तु गुणः, स्मरणमिति गुणः, ज्ञानमेव इति कृत्वा स्मरणमपि गुणः. तर्हि समान अधिकरणगुणत्वं चरमस्मरणे अस्ति, तेन चरणस्मरणेन संस्कारनाशः भवति इति कृत्वा समानादिकरणगुणजन्यः संस्कारध्वंसः इति वक्तुं शक्यते. अस्तु अग्रे तज्जन्यध्वंसे तज्जन्यध्वंसे इत्युक्ते अत्र चरमस्मरणजन्यध्वंसे सत्यं हेतुसाध्यवत्वात् हेतुसाध्यवत्वमस्ति. चरमस्मरणम् इति हेतुना संस्कारध्वंसः इति साध्यं भवति खलु इति साध्यवत्वं कुत्र अस्ति? आत्मनि अस्ति इति कृत्वा अग्रे किमपि न श्रूयते. ओ न श्रूयते वा? अधुना श्रूयते वा? हा दृष्टान्तत्वमेव इति न दोषः इति वाक्यस्य अर्थः कः? तर्हि चरमस्मरण इति अपि अन्यत् दृष्टान्तः इति खलु? न न, इदानीं दृष्टान्तत्वं दृष्टान्तत्वं दृष्टान्तत्वं कुत्र अस्ति? दृष्टान्ते अस्ति. दृष्टान्ते अस्ति इत्युक्ते अत्र केवलं दृष्टान्तत्वेन एकम् उक्तम्. इत्युक्ते चरमस्मरण इति एव दृष्टान्तः खलु? न न, चरमस्मरणेन संस्कारनाशः जायते इति यदुक्तं तद् केवलं तेजसंयोगेन यथा रूपनाशः रूपनाशः भवति तद्वद् एतदपि अन्यत् केवलं दृष्टान्तमेव इति उक्तम्. अस्तु अस्तु सत्यं दृष्टान्तत्वं. तर्हि यथा तेजसंयोगेन नीलरूपं नीलरूपस्य नाशः भवति तद्वत् अत्र चरमस्मरणेन संस्कारनाशः भवति इति पुनः अत्र अनुमानस्य एकम् अन्यद् उदाहरणं भवति. इत्युक्ते व्यभिचार उदाहरणं नास्ति, अन्वय उदाहरणं भवति इति कृत्वा अत्र न दोषः इति उक्तम्. अन्वयदृष्टान्तं तर्हि दृष्टान्तत्वं वर्तते. दृष्टान्तत्वं नाम अन्वयदृष्टान्तत्वम् इति अर्थः. हा अग्रे न च एवमपि न च एवमपि वेगनाशे क्रियाजन्ये जनकनाश अजन्यध्वंसत्ववति. अस्तु वेगनाशे क्रियाजन्ये वेगनाशे क्रियाजन्ये जनकनाश क्रियाजन्ये वेगनाशे क्रियाजन्ये इति विशेषणं वेगनाशस्य. क्रियाजन्ये वेगनाश शास्त्रे एवमेव लिखन्ति ते. एतदपि शैली अस्ति. शङ्करभाष्यं यदा पठति तत्र क्लेशः भवति. नार्मलि वि पुट् विशेषणं फस्ट् इन् विशेषण लेटर्. सत्यं सत्यं. बट् वाट् दे रैट् हौ दे रैट् इस् फस्ट् दे पुट् विशेष्यम् अण्ड् देन् दे थिङ्क् ओके. यदि विशेषमेव अहं वदामि तर्हि तत्र कुत्रचित् अतिव्याप्तिः भवति इति कृत्वा तन्निवारणाय विशेषणं योजयन्ति. सो वेगनाशे क्रियाजन्ये. So it means like boy good. That is how it appears. But actually what it means is good boy. Why they write so is because if they say first they write boy and then they think, oh, if I just write boy, then in a bad boy also, there will be ativyapti. I don't want that. Therefore they will add good. So because they are thinking in a certain way, logical thinking, therefore they write like this. But our this thing is, you know, we always think, put the visheshanam first. That is how our brain is attuned to understanding sentences. Iti kritva, तादृशमेव पूर्वमपि उक्तं संस्कारनाशकस्य चर्मस्मरणस्य एवम् अत्र क्रियाजन्ये विना वेगनाशे इत्युक्ते वेगनाशः वेगाख्यसंस्कारः अस्ति खलु तदपि नश्यति तत्र वेगः न्यूनं न्यूनं गच्छति तदनन्तरं कदाचित् सम्पूर्णरीत्या नश्यति तस्य कारणं किम् इति चेत् क्रिया एव कारणम् वेगनाशे क्रियाजन्ये अग्रे जनकनाश अजन्य ध्वंसत्ववति हा ध्वंसत्ववति कन्दुके साध्याभावा तत्र साध्यं किम् इति समानाधिकरणगुणगुणजन्यः न न अत्र अस्मिन् वाक्ये साध्यं किम् वेगनाशे क्रियाजन्य अत्र वेगनाशः इति साध्यमस्ति खलु सत्यं क्रिया क्रियाया एव वेगनाशः जायते परन्तु साध्य अभावः इति उक्तम् असाध्य अभावात् अत्र किं कुर्मः समयः जातः सो ऐ विल् प्रिपेर् अ स्प्रेड्शीट् अग्रिमे वर्गे इतोपि अस्मिन् विषये चिन्तनं कुर्मः सो वी हाव् टु रैट् डौन् देर् आर् सेवरल् सिनारियोस् दट् ईस् डिस्कसिङ्ग् हियर् तर्हि प्रत्येकं सन्दर्भे साध्यं किं पक्षः कः हेतुः कः इति समीचीनतया लेखनीयं तदनुसृत्य पठामश्चेत् क्लेशः न भवति अदर्वैस् वि हाव् टु थिङ्क् टु मच् दिस् इस् अ लिटिल् टु है फर् अस् टु अण्डर्स्टाण्ड् अस्तु अत्र स्थगेम अग्रिमे वर्गे पुनर्चिन्तनम् आरम्भतः एकवारं चिन्तनं कृत्वा तस्मात् पूर्वम् एकां स्प्रेड्शीट् सिद्धतां करोमि तदनन्तरं तस्मादुपरि तत्पुरतः स्यात् तदनन्तरं चिन्तयामि अस्तु सर्वेभ्यो नमस्कारः धन्यवादश्च धन्यवादः